सर्वेषां गीतासोपानवर्गं प्रति स्वागतम्. आदौ सुभाषितं शृण्वन्तु, पश्चात् पाठं प्रति सरेम. भगिनी एकवारं स्मारयतु. ॐ विद्यानामनरस्य रूपमधिकं प्रच्छन्दगुप्तं धनं विद्याभोगकरी यशः सुखकरी विद्या गुरूणां गुरुः विद्या बन्धुजनो विदेशगमने विद्या परा देवता विद्या राजसु पूज्यते नहि धनम् विद्या विहीनः पशुः. धन्यवादः भगिनी. उत्तमम्. विद्याविहीनः पशुः. अस्तु, गतवर्गे लृट्लकारः इति विषयः आरब्धः. भविष्यत्कालरूपं निर्देष्टुं लृट्लकारः प्रयुज्यते. विशेषतया अद्यतनभविष्यत्कालं निर्देष्टुम् अनद्यतनभविष्यत्कालं निर्देष्टुं तदा लृट्लकारः प्रयुज्यते. न केवलम् अद्यतनभविष्यत्कालः, अनद्यतनभविष्यत्कालमपि बोधयितुं निर्देष्टुमिच्छामश्चेत् तदा लृट्लकारः प्रयुज्यते. अद्यतनं नाम किम् इति अस्माभिः ज्ञातमेव. यत् अद्यतनं नास्ति तदेव अनद्यतनम्. अद्यतनभविष्यत्कालः अनद्यतनभविष्यत्कालः द्वयोः निर्देशनार्थं लृट्लकारः प्रयुज्यते. लृट् शेषे च इति सूत्रेण लृट् लकारप्रत्ययः विहितः भवति. लृट् लकारे धातु तिङ् प्रत्ययोः मध्ये लकारनिमित्तिकविकरणप्रत्ययः स्या इति प्रत्ययः स्यतासील् रुलुटोः इति सूत्रेण स्या इति प्रत्ययः लृट् लकारे धातु तिङ् प्रत्ययोः मध्ये आयाति. लृट् लकारः आर्धधातुकलकारः. भवन्तः सर्वे व्याकरणवर्गं गच्छन्ति इति मत्वा वदन्ति अस्मि. लट् लोट् लङ् विधिलिङ् एते लकाराः सार्वधातुकाः. लृट् लकारः आर्धधातुकलकारः. सार्वधातुकलकारेषु धातुः तिङ् प्रत्ययं साक्षात् पश्यति. इत्युक्ते धातुना तिङ् प्रत्ययः साक्षात् दृश्यते, मध्ये किमपि नास्ति. येषु लकारेषु धातुना तिङ् प्रत्ययः साक्षात् दृश्यते ते लकाराः सार्वधातुकाः. यस्मिन् लकारे धातुना तिङ्प्रत्ययः साक्षात् न दृश्यते, मध्ये लकारनिमित्तिकविकरणप्रत्ययः यथा लृट्लकारे स्या इति लकारनिमित्तिकविकरणप्रत्ययः धातु तिङ्प्रत्ययोः मध्ये आयाति. गणविकरणप्रत्ययः भिन्नः, लकारनिमित्तिकविकरणप्रत्ययः भिन्नः. लृट्लकारे लकारनिमित्तिकविकरणप्रत्ययः स्या इति धातु तिङ्प्रत्ययोः मध्ये आयाति इति कृत्वा धातुना तिङ्प्रत्ययः साक्षात् न दृश्यते. इत्युक्ते धातुः तिङ्प्रत्ययं द्रष्टुं न शक्नोति, मध्ये स्या अस्ति खलु. अतः एषु लकारेषु एतादृशी स्थितिः अस्ति, ते लकाराः अर्धधातुकाः इति वक्तव्यं भवति. सार्वधातुकप्रक्रियायां गणविकरणचिन्तनं करणीयं, किन्तु अर्धधातुकलकारः अस्ति चेत् इडागमचिन्तनं करणीयम्. तदर्थमेव गमिष्यति, करिष्यति, पठिष्यति, खादिष्यति इत्यादृशपदेषु इकारः श्रूयते, किन्तु सर्वत्र इडागमः भवति वा इति प्रश्ने सति न, तत्र नियमाः सन्ति. गते वर्गे वयं लृट् लकारप्रसङ्गे 10-100 पुटं समापितवन्तः. अद्य 11-100 पुटं पश्यन्तु. तत्र रूपाणि दत्तानि, केषाञ्चन धातूनां भविष्यत्कालरूपाणि दत्तानि. आदौ परस्मैपदी धातूनां रूपाणि दत्तानि, पश्चात् आत्मनेपदीधातूनां रूपाणि स्थापितानि. तत्र अद्य वयं चलिष्यति इत्यस्मात् आरभ्य, तस्मिन् पुटे प्रथमं पदमस्ति चलिष्यति, तस्मात् आरभ्य चिन्तनं करवाम. अपि च कानिचन वाक्यानि रचयाम. इमानि पदानि उपयुज्य कानिचन वाक्यानि रचयाम. केतके भगिनी अत्र रूपाणि पठतु. भगिनी मम अहं चिन्तनं चलिष्यति, प्रथम इस उच्चैः पठत जानीत च. उच्चैः रुत् लोट् लकार बहुवचनं मध्यं पुरुष आज्ञार्थे पठत पठधातुः भवादिगणे मध्यमपुरुष बहुवचन जानीत ज्ञाधातुः परस्मैपदी मध्यमपुरुष बहुवचन उभयपदं भूधातु कत्वात् रूपं ज्ञाज् नोरनि सूत्रे भवती किञ्चित् अवगतवती किन्तु केचन दोषाः सन्ति सम्यग्रीत्या वक्तुं प्रयत्नं कृतवती सुन्दरकल्याण महोदय अत्र रक्तवर्णैः एकं वाक्यं लिखितमस्ति सा एव सूचना सूचनां पठित्वा प्रत्येकं पदं स्वीकृत्य तत्र किं किम् अस्ति पुनः वदतु उच्चैः पठत जानीत च उच्चैः पठत जानीत च पठत अवगच्छत च तद्वा एकादशाधिक एकशतं पुटं पश्यतु एकशतं पुटं एकादशाधिक तदेव उच्चैः पठत जानीत च ओके परस्मैपदि पठत जानीत च परस्मैपदि चलिष्यति एकवचनं द्विवचनं अत्र यद् वाक्यं दत्तमस्ति तद्वाक्यं पुनः पठित्वा प्रत्येकं पदं स्वीकृत्य एकवारं विवृणोतु भवान् यद् जानाति तद् वदतु चलिष्य वाक्यं वा सोमवार अद्य सोमवारः अस्ति तदेव वा पठत जानीत द्वयोः प्रसङ्गे वदतु पठत जानीत ओके पठत जानीत ओके चलिष्यति पठिष्यति इति पठिष्यति पठिष्यतः पठिष्यन्ति चलिष्यसि चलिष्यतः चलिष्यथ प्रश्नः न अवगतः इति भाति चिन्ता मास्तु मम प्रश्नः एवम् अस्ति केतके भगिनी वक्तुं प्रयत्नं कृतवती अहं वदामि अत्र पश्यन्तु उच्चैः इति एकं पदमस्ति तत् पदम् अव्ययपदं पठत स्वीकुर्मः चेत् लोट् लकारः अस्ति मध्यमपुरुष बहुवचनरूपं दत्तमस्ति खलु एवमेव पठ्यधातुः परस्मैपदी धातुः किन्तु ज्ञाधातुः उभयपदी धातुः भवान् जानाति एव किन्तु प्रश्नः न अवगतः जानीत इत्यत्र ज्ञाधातुः उभयपदी धातुः अस्ति जानाति एकं रूपमस्ति जानीते इति अन्यद् रूपमस्ति तावदेव श्रोतुमिच्छामि इदानीं केतकी भगिनी भवती यद् उक्तवती तत् साधु एव किन्तु केचन दोषाः सन्ति ज्ञाधातुः उभयपदी धातुः पठ्यधातुः परस्मैपदी धातुः चिन्ता मास्तु अत्र लोट् लकाररूपं दत्तमस्ति प्रकृतिविषयः सः नास्ति अस्माकं विषयः तु लृट् लकारः अत्र लृट् लकाररूपाणि दत्तानि एकवारं पुस्तकं दृष्ट्वा पठतु भगिनी अहं प्रयत्न करोमि इट् इस् चलधातु परस्मैपद् कर्तरि लोट् सेट् अस्ति धातु इडागमः योग्य अस्ति चलयोग लोट् परस्मैसूत्र शेतात् कर्तरि परस्मैपदे भगिनी अहं किं पृष्टवती रूपं साधयतु इति न पृष्टवती रूपं साधयतु इति पृच्छामि चेत् भवती वक्तुं शक्नोति अत्र यद् लिखितमस्ति तदेव पठतु प्रथमपुरुष चलिष्यति एकवचनं द्विवचनं चलिष्यतः बहुवचनं चलिष्यन्ति मध्यमपुरुष एकवचनं चलिष्यसि द्विवचनं चलिष्यतः बहुवचनं चलिष्यथ उत्तम पुरुष चलिष्यामि द्विवचनं चलिष्यावः बहुवचनं चलिष्यामः चलिष्यति चलिष्यतः चलिष्यन्ति इत्यत्र इडागमः दृश्यते खलु इडागमः इत्युक्ते किम् इत आगमनमस्ति तस्य नाम इडागमः सुन्दर महोदय भवान् वदतु इडागमः इत्युक्ते किम् धातोः विकरणप्रत्ययः प्रत्ययोः मध्ये इट् आगमः भवति तदेव इडागमः इत्युच्यते चल् धातोः चल् इस्य ति वर्णमेलनेन चल् स्यति इति आगच्छति इडागमस्य आगमनानन्तरं चल् इष्यति चलिष्यति इति भवति तदेव इडागम इटः आगमनम् इडागमः इति उच्यते तदेव सूर्यकुमारी भगिनी भवती यद् जानाति तद्वदतु इडागमस्य प्रसङ्गे इतोपि इडागमः आर्धधातुकप्रत्यये भवति धातु यदनुकूलः अस्ति चेत् तस्य अपि इडानुकूल अस्ति चेदेव इतायाति. अत्र पश्यतु चल् धातुः इडागमयोग्यः खलु. आम् भगिनि. आधिक्येन हलन्तधातवः सेटः भवन्ति खलु. आम् भगिनि. चल् धातुः हलन्तधातुः इडागमयोग्यः, अपि च स्या प्रत्ययः अपि इडागमयोग्यप्रत्ययः. स्या प्रत्ययः किमर्थम् इडागमयोग्यः? आर्धधातुके द्वलादेः आर्धधातुकप्रत्ययः वल् आदु अस्ति चेत् इदानुकूल भवति. अत्र वलादिवर्णः कः? सकारः. उत्तमं. सकारः वल् प्रत्याहारस्थवर्णः. वल् प्रत्याहारस्थवर्णः आर्धधातुकप्रत्ययस्य आदौ अस्ति चेत् सः प्रत्ययः इडागमयोग्यः इति वार्ता. स्या प्रत्ययः, स्या इति लकारनिमित्तिकविकरणप्रत्ययः अस्ति. स्या इति प्रत्यये आदिमवर्णः सकारः, सकारः वलादिवर्णः, अतः प्रत्ययः इडागमयोग्यः. किन्तु धातुः अपि इडागमयोग्यः वा न वा इति द्रष्टव्यम्. चल् धातोः प्रसङ्गे चल् धातुः इडागमयोग्यः, अतः इडागमः भूत्वा चलिष्यति, चलिष्यन्ति इत्यादीनि रूपाणि सिद्ध्यन्ते. चल् धातोः प्रसङ्गे इतोपि ज्ञातव्यः अंशः कः इत्युक्ते, चल् धातुः अकर्मकधातुः. अकर्मकधातुः अस्ति चेत् किं भवति? सूर्यकुमारी भगिनी वदतु. अकर्मकधातुः अस्ति चेत् कर्मपदं नास्ति. एकं वाक्यं रचयतु. कर्मपदं नास्ति इति उक्तवती साधु. अहं श्वः चलिष्यामि. अहं चलिष्यामि, तत्र कर्मपदं नास्ति. इतोपि कानिचन वाक्यानि अहं वदामि. शिशुः चलिष्यति, दिनद्वयं चलिष्यति, योजना प्रचलिष्यति, धीराः न प्रविचलिष्यन्ति. पश्यन्तु इदं वाक्यं, धीराः न प्रविचलिष्यन्ति. सुन्दरमहोदय वदतु इत्युक्ते किम्? धीराः न विचलिष्यन्ति. उपसर्गपूर्वक चल् धातोः लिड् लकारः तदेव. धीराः बहुवचनरूपम् अस्ति. उपसर्गपूर्वक वि अपि उपसर्गपूर्वक विचलिष्यन्ति इति पदमस्ति. लिड् लकारस्य पदम् अस्ति. रोहिणी भगिनी, अस्य वाक्यस्य उत्तमः अर्थः अस्ति खलु, धीराः न प्रविचलिष्यन्ति. तस्मिन् प्रसङ्गे भवती किञ्चित् वदतु. उत्तमम्. इमानि वाक्यानि पुनः एकवारं परिशीलयामश्चेत्, तत्र कर्मपदं नास्ति इत्युक्ते धातुः अकर्मकः, अतः कर्मपदं न कदापि सम्भवति. इडागमः प्रत्ययस्य इडागमः भवति. प्रत्ययस्य आदौ आयाति, न तु धातोः आदौ. इट् इति आगमः अस्ति. व्याकरणे कार्याणि त्रिधा भवन्ति, आदेशः, आगमः, लोपः. इट् इति आगमः अस्ति. आगमः तित् अस्ति चेत् आद्यन्तौ टकितौ इत्यनेन आदौ आयाति. कस्य आदौ आयाति? आर्धधातुकप्रत्ययस्य आदौ आयाति. तदर्थमेव चल् योगः इष्यति इति तत्र रूपम् अस्ति. इष्यति इत्यत्र दन्त्यसकारः अस्ति, किन्तु मूर्धन्यषकारः दृश्यते. किमर्थं? रोहिणी भगिनी वदतु. आदेशप्रत्ययोः इति सूत्राणि, इन्कोः परस्य आदेशस्य अथवा प्रत्ययस्य सकारस्य मूर्धन्यषकारः भवति. अत्र इन्कोः वर्णः कः? इकारः, कवर्गीयवर्णः. अस्मिन् प्रसङ्गे इण्कोः वर्णः इकारः खलु. आम् भगिनि. आदेशप्रत्ययोः इति सूत्रेण दन्त्यसकारस्य स्थाने मूर्धन्यषकारः आयाति. भगिनि, धातोः शः सः डेट् सूत्रेण न आयाति, इष्यति. सूर्यकुमारी भगिनी भवती वदतु. धात्वादेः शः सः सूत्रेण किमुच्यते? उपदेशे दन्तसकारस्य स्थाने मूर्धन्यषकारः आयाति न भगिनि? सूर्यकुमारी भगिनी उच्चैः वदतु. मूर्धन्यषकारस्य स्थाने तालव्यसकारः धातोः आदौ. तालव्यषकारः भिन्नः, दन्त्यसकारः भिन्नः, मूर्धन्यषकारः भिन्नः अत्र दन्त्यसकारः मूर्धन्यषकारस्य स्थाने भवति आदौ धातोः आदौ भवति उत्तमं धात्वादेः शः सः सूत्रं भिन्नं तस्य कार्यं भिन्नम् औपदेशकधातुः शोपदेशधातुः मूर्धन्यषकारः उपदेशावस्थायां धातोः आदौ अस्ति चेत् धात्वादेः शः सः इति सूत्रेण आदौ स्थितस्य मूर्धन्यषकारस्य स्थाने दन्त्यसकारः आदिष्टः भवति तेन दन्त्यसकारयुक्तं रूपं सम्भवति सन्देहः भगिनि अत्र किं सूत्रं धात्वादेः शः सः इति सूत्रम् अत्र न भवति किन्तु किं सूत्रम् अत्र प्रविशति रोहिणी भगिनी उक्तवती रोहिणी भगिनी कृपया पुनः वदतु आदेशप्रत्ययोः सकारस्य षकारः भवति अत्र धातोः आदेशस्य भागः सकारः प्रत्ययस्य वर्णः अस्ति तत्र प्रत्ययस्य सकारस्य षकारं भवति इकारः पूर्वमस्ति इति कारणतः आदेशप्रत्ययोः इति एकं सूत्रमस्ति तेन सूत्रेण षत्वं भवति निमित्तं किम् इत्यपि ज्ञातव्यम् प्रत्येकं सूत्रं यदा वयं पठामः तदा तत्र निमित्तं किं केन निमित्तेन तत् कार्यं भवति इति द्रष्टव्यं तत्र इण्कोः वर्णः इण् इत्युक्ते इण् प्रत्याहारः इण् प्रत्याहारे इकारात् आरभ्य लण् पर्यन्तं स्वीकर्तव्यम् इकारात् आरभ्य लण् पर्यन्तम् इण् प्रत्याहारे वर्णाः सन्ति इकारः इण् प्रत्याहारस्थवर्णः अपि च सकारः कीदृशसकारः प्रत्ययस्य अवयवरूपेण स्थितः सकारः अत्र अस्ति तादृशसकारात् पूर्वम् इण्कोः वर्णः अस्ति इति कारणतः आदेशप्रत्ययोः इति सूत्रेण दन्त्यसकारस्य स्थाने मूर्धन्यषकारः आयाति इति कृत्वा चलिष्यति इति रूपं सिद्ध्यति केतकी भगिनी गम् धातोः रूपाणि पठतु परस्मैपदी गम प्रथमपुरुष एकवचन गमिष्यति द्विवचन गमिष्यतः बहुवचन गमिष्यन्ति मध्यम पुरुष एकवचन गमिष्यसि द्विवचन गमिष्यतः बहुवचनं गमिष्यथ उत्तम पुरुष गमिष्यामि द्विवचनं गमिष्यावः बहुवचनं गमिष्यामः गम् धातोः उपदेशावस्थायां तस्य रूपं गम्लु अस्ति गम्लु तत्र अनुनासिकलुकारः अस्ति सूर्यकुमारी भगिनी लौकिकधातोः रूपं वदतु कथं सिद्ध्यति गम्लु लुक गम्लु अनुनासिकलकारः इत्संज्ञा भवति मकारः एव अन्तिमवर्णः भवति उपदेशेजनुनासिके इत् इति सूत्रेण अनुनासिकलुकारः इति संज्ञकः भूत्वा तस्य लोपः इत्यनेन अपगच्छति लौकिकधातुः गम् अस्ति गम् योगः इष्यति पश्यन्तु तत्र स्याप्रत्ययः सेट् प्रत्ययः एव इत्युक्ते इडागमयोग्यप्रत्ययः एव किन्तु गम् धातुः अनिट् धातुः तदर्थमेव अर्धधातुक कृदन्तरूपाणि पश्यामश्चेत् गतवान् गतं गतः गत्वा इत्यादीनि रूपाणि सन्ति किन्तु चलधातुः सेट् धातुः अस्ति इति कृत्वा चलित्वा चलितं चलितः चलितवान् इत्यादीनि रूपाणि तत्र इडागमयुक्तरूपाणि सन्ति किन्तु गम् धातुः अनिट् अस्ति तत्र इडागमयोग्यः नास्ति धातुः किन्तु गमिष्यति इत्यत्र इडागमः अस्ति किमर्थं प्रश्नः अस्ति खलु सर्वेषां मनसि भवती यदुक्तवती पूर्वं धातुः सेट् प्रत्ययः अपि सेट् अस्ति चेदेव द्वयोः इडनुकूलता अस्ति चेदेव इडागमः भवति इति साधारणनियमः किन्तु अपवादाः सन्ति अयम् एकः अपवादः गमिष्यति इत्यत्र एकेन विशिष्टसूत्रेण इडागमः भवति गमेरिट् परस्मैपदेषु इति सूत्रेण इडागमः भवति गम् धातोः प्रसङ्गे इडागमः केवलं स्याप्रत्ययपरे एव भवति परस्मैपदरूपेषु एव इति एका वार्ता गमिष्यति इत्यत्र विशिष्टसूत्रेण इडागमः भवति साधारणनियमः नास्ति विशिष्टनियमः अस्ति अत्र इतोपि वैशिष्ट्यं किम् इत्युक्ते सम् उपसर्गपूर्वकः गम् धातुः अकर्मकः भवति गम् धातुः सकर्मकः गम् धातुः सकर्मकः इति ज्ञातुम् एकं वाक्यं वदतु सूर्यकुमारी भगिनी अहं गृहं गच्छामि तत्र कर्मपदं किं गृहं उत्तमं भगिनी पुनः वदतु सूत्रं गम् विशिष्टसूत्रं गमेरिट् परस्मैपदेषु गमेरिट् ओके बालकः पाठशालां गमिष्यति छात्रः गृहं गमिष्यति अहं गृहं गमिष्यामि अहं विदेशं गमिष्यामि रामः उद्यानं गमिष्यति अहं संस्कृतव्याकरणकक्ष्यां गमिष्यामि एवं रीत्या कर्मपदं सम्भवति गम् धातुः सकर्मकः अतः कर्मपदं सम्भवति किन्तु विशिष्टनियमः अस्ति इति कारणतः सम् उपसर्गपूर्वकः गम् धातुः अकर्मकः भवति तत्र रूपं किं लभ्यते सङ्गच्छते सङ्गच्छते इति रूपं सिद्ध्यति वस्तुतः गम् धातुः परस्मैपदी धातुः किन्तु सम उपसर्गपूर्वकः गम् धातुः आत्मनेपदी भवति अतः एव सङ्गच्छते सङ्गच्छते सूर्यकुमारी भगिनी सङ्गच्छते इति आत्मनेपदी अस्ति इत्यतः भविष्यत्कालरूपाणि वदतु संयोगः गच्छिष्यति तत्र काठिन्यमस्ति खलु रूपाणि वदतु सङ्गमिष्यते सङ्गमिष्यते इति रूपं नवरूपाणि वदतु नवरूपाणि सङ्गमिष्यते सङ्गमिष्येते सङ्गमिष्यन्ते सङ्गमिष्यसे सङ्गमिष्येते सङ्गमिष्यद्वे सङ्गमिष्ये सङ्गमिष्यावहे सङ्गमिष्यामहे तादृशरीत्या रूपाणि सम्भवन्ति यद्यपि गम् धातुः परस्मैपदी धातुः सम् उपसर्गपूर्वकः गम् धातुः आत्मनेपदी भवति इति एकं वैशिष्ट्यम् अन्यत् वैशिष्ट्यं किम् इत्युक्ते अकर्मकरूपं सिद्ध्यति अकर्मकप्रयोगः भवति सङ्गच्छते सङ्गंस्यते तत्र अकर्मकप्रयोगः भवति तत्र कर्मपद्मं न कदापि सम्भवति इदं वाक्यं सङ्गच्छते इति वदामः तत्र सङ्गच्छते इति अकर्मकप्रयोगः अहं किम् उक्तवती गमेरिट् परस्मैपदेषु सूत्रेण अत्र इडागमः भवति इति उक्तवती किन्तु सम उपसर्गपूर्वकः गम् धातुः आत्मनेपदे अस्ति तत्र इडागमः न भवति अपि च षत्वमपि न भवति तदर्थमेव यथा महोदयेन उक्तं सङ्गंस्यते सङ्गंस्यते तत्र इडागमः नास्ति केवलं परस्मैपदेषु एव गमेरिट् परस्मैपदेषु सूत्रेण इडागमः भवति अस्तु केतकी भगिनी अग्रे किं लिखितं पठतु दृश् धातोः प्रसङ्गे परस्मैपदी दृश् धातुः एकवच प्रथमपुरुष एकवचन द्रक्ष्यति द्रक्ष्यतः द्रक्ष्यन्ति मध्यम पुरुष एकवचन द्रश्यसि द्रश्यतः द्रश्यथ उत्तम पुरुष एकवचन द्रश्यामि द्रश्यावः द्रश्यामः भगिनी एक प्रश्नः अस्ति अहं चिन्तितवती दट् I have to explain parasmaipadi dhatu. I have to explain, not the chalishyati dhatu. So this is my misunderstanding. Uchcharana doshaha. Drakshyati iti kataniyam kila. Bhagini, navarupani punha vadatu. Drakshyati, drakshyataha, drakshyanti. Drakshyati, drakshyataha, drakshyatha. द्रक्ष्यामि द्रक्ष्यावः द्रक्ष्यामः क्ष इति वर्णः कथं सिद्ध्यति कक्ष सम्यक् वदतु क्ष इति वर्णः कथं निष्पद्यते क्ष न कथं भवति ज्ञातव्यं खलु सूर्यकुमारी भगिनी भवती वदतु क्ष इति वर्णः कथं निष्पद्यते कायोगः मूर्धन्यषकारः खलु ककारः अपि च मूर्धन्यषकारः द्वयोः मेलनेन क्ष इति वर्णः निष्पद्यते सूर्यकुमारी भगिनी अत्र द्रक्ष्यति इति रूपमस्ति दृशिर् इति धातुः अस्ति दृशिर् इति धातुतः लौकिकधातुः कथं सिद्ध्यति उपदेशे इर् लोप भवति दृश् भवति सूत्रं न जानामि उपदेशे इर् इति संज्ञा भवति तदनन्तरं दृश् एव अवशिष्यते तालव्यशकारः अस्ति भगिनी रूपसिद्धिः कथं भवति इति अन्या वार्ता रोहिणी भगिनी भवती यद् जानाति तद्वदतु, द्रक्ष्यति इत्यत्र किम् अस्ति? दृश्य धातुः दृश्य इरः इत् वाच्य इति वाक्येन दृश्य भवति, इर इत् भवति, तस्य लोभः अपि भवति. लौकिकधातुः दृश्य भवति. दृश्ययोगः स्ययोगः ति इति स्थिते आर्धधातुः सर्वधातुः आर्धधातुभयोः इति सूत्रेण गुणं भवति. द्रक्ष्यति इति रूपसिद्धौ बहूनि विशिष्टानि कार्याणि सन्ति. भवती यदुक्तवती तत् साधुयव. इरः इत् संज्ञावाच्या इति वार्तिकेन दृशिर् इत्यत्र इर् इति वर्णद्वयस्य इति संज्ञा भूत्वा द्वयोः वर्णयोः लोपः युगपत् भवति. अतः दृश् इति लौकिकधातुः, दृश् तालव्यशकारान्तधातुः अस्ति. तत्र एकं विशिष्टं सूत्रम् आवश्यकम् अस्माकं कृते. सृजिदृशोर्झल्यमकिति इति सूत्रम् आवश्यकं. तत् विशिष्टं सूत्रमस्ति दृश् धातोः प्रसङ्गे एव. सृजिधातोः प्रसङ्गे अपि सृजिदृशोर्झल्यमकिति इति सूत्रमस्ति. तेन सूत्रेण अम् आगमः भवति. अम् इति आगमः मित् अस्ति. मित् अस्ति चेत् किं भवति? रोहिणी भगिनी वदतु. सूत्रेण अन्त्यवर्णस्य पूर्वं भवति. अन्तिम अच्युवर्णस्य अनन्तरम् आयाति इति वार्ता तत्र. सृजिदृशोर्झल्यमकिति इति सूत्रे अम् आगमः भवति. अम् अम् इति कथनेन अम् इति मित् अस्ति. मित् आगमः. वयं किं पठितवन्तः? इदितोनुं धातोः इत्यत्र नुम् आगमः भवति इति वयं पठितवन्तः. नुम् आगमः मित् अस्ति. एवमेव अत्रापि अम् आगमः मित् अस्ति. मित् अस्ति इति कारणतः अन्तिम अच्युवर्णस्य अनन्तरम् आयाति. अन्तिम अच्युवर्णः कः? दृश् इत्यत्र ऋकारः. दृ इत्यत्र ऋकारः अस्ति खलु. ऋकारात् परम् अम् आगमः भवति. तेन तत्र रूपं किं सिद्ध्यति? दृ योगः अ अस्ति. अम् इत्यत्र मकारः इति संज्ञकः, इत्युक्ते मकारः अपगच्छति, आ एव तिष्ठति. तत्र दृयोगः अ ऋकार अकारयोः मध्ये सन्धिकार्यं भवति. ऋकार अकारयोः मध्ये सन्धिकार्यं भवति चेत् तत्र ऋकारस्य स्थाने किम् आयाति? सुजाता भगिनी वदतु. ऋकार अकारयोः स्थाने इको यणचि इत्यनेन यण्सन्धिः भवति. यण्सन्धिः भवति चेत् यण्सन्धिकार्यं किम्? इकः स्थाने यणादेशः. तत्र द्रुयोगः अ इति कथनेन वदतु. दृश्यः भवति. न अत्र किं वदामि? द्रुयोगः अ इति रूपम् अस्ति. ऋकारस्य स्थाने यण्सन्धिकार्यं भूत्वा ऋकारस्य स्थाने रेपः आयाति. ऋकारस्य स्थाने रेपः आयाति इति कृत्वा दृ इत्यस्य रूपं द्रा भवति. तत्र द्रा ऋकारस्य स्थाने रेपः आयाति यण्सन्धिः भूत्वा. तेन द्रश् इति रूपं तालवीशकारयुक्तं रूपम् अस्ति. तत्पश्चात् एव व्रश्च भ्रश्च सृज मृज यज राज भ्राज झषांशः इति सूत्रेण तालव्यशकारस्य स्थाने मूर्धन्यशकारः आयाति. तेन द्रश् इति रूपं सिद्ध्यति. द्रश् योगः स्यति अस्ति. पुनः तत् एकं विशिष्टं सूत्रमस्ति. षढोः कहसि इति एकं सूत्रमस्ति. तेन सूत्रेण मूर्धन्यशकारस्य स्थाने ककारः आयाति. तेन द्रक् भवति. द्रक् योगः स्यति. तत्पश्चात् आदेशप्रत्ययोः इति सूत्रेण सकारस्य स्थाने षकारः आयाति. अन्ते वर्णमेलनेन द्राक्ष्यति इति रूपं सिद्ध्यति. इत्युक्ते तत्र बहूनि कार्याणि सन्ति द्रक्ष्यति इति रूपं साधयितुम्. इदानीं द्रक्ष्यति इति रूपम् उपयुज्य एकं वाक्यं वदतु. अहं चित्रं दर्शयामि. चित्रं द्रक्ष्यामि अथवा चलचित्रं द्रक्ष्यामि खलु. वयं सर्वे मिलित्वा कानिचन वाक्यानि लिखामः. नेत्राभ्यां विना कथं द्रक्ष्यामि? द्रष्टुं न शक्यते खलु. उपनेत्रं भग्नं भवति चेत् तदा द्रष्टुं न शक्नोमि. नेत्राभ्यां विना कथं द्रक्ष्यामि? केचन जनाः दोषान् पश्यन्ति. दोषान् पश्यन्ति, तत्र लृट्लकाररूपं योजयितुमिच्छामश्चेत् तत्र वाक्यं परिवर्त्य वदतु सुजाता भगिनि. केचन जनाः दोषान् पश्यन्ति. केचन जनाः दोषान् द्रक्ष्यन्ति केचन जनाः बहुवचनमस्ति उत्तमम् इतोपि किं वदामः एकः श्लोकः अस्ति सर्वे भद्राणि पश्यन्तु इत्युक्ते किं रोहिणी भगिनी भवती वदतु सर्वे भद्राणि पश्यन्तु रुट्लकारे रूपं परिवर्त्य वदतु सर्वे भद्राणि रुट्लकारे द्रक्ष्यन्ति सर्वे भद्राणि द्रक्ष्यन्ति भद्रम् इत्युक्ते शुभं सर्वे भद्राणि पश्यन्तु मा कश्चित् वदतु सर्वे भवन्तु सुखिनः सर्वे सन्तु निरामयाः सर्वे भद्राणि पश्यन्तु मा कश्चित् दुःखभाग् भवेत् उत्तमं तदेव अपि च भद्रं कर्णेभिः शृणुयाम देवाः इति एकः अपि अस्ति सर्वे भद्राणि पश्यन्तु इति उत्तमं वाक्यं पश्यन्तु इति लोट्लकाररूपम् अस्ति किन्तु अस्माकं कृते लुट्लकारे परिवर्त्य वक्तुमिच्छामः आगामी गुरुवासरे वयं सर्वे मिलित्वा इतोपि चिन्तनं करिष्यामः अस्मिन् प्रसङ्गे द्रक्ष्यति रूपम् उपयुज्य कानिचन वाक्यानि वदन्तु द्रक्ष्यामः ईदृशानि पदानि उपयुज्य सूर्यकुमारी भगिनी भवती वदतु वयं सर्वे भद्राणि द्रक्ष्यामः भगिनी उक्तवती एव श्वः अहं चलनचित्रम् अथवा चलनचित्रमपि अस्ति चलचित्रं द्रक्ष्यामि इत्यपि वक्तुं शक्यते अथवा दूरदर्शनं द्रक्ष्यामि अथवा विदेशं गत्वा किमपि द्रक्ष्यामि इति वक्तुं शक्यते ज्ञानविषयाणि द्रक्ष्यामि विषयान् द्रक्ष्यामि अथवा भोगं न धनं न विषयः इति पुंलिङ्गपदमस्ति अतः विषयान् द्रक्ष्यामि भगिनि देशगमनं प्राकृतिकदृश्यं पश्यामि दृश्यम् इति नपुंसकलिङ्गपदमेव दृश्यानि दृश्यानि इति पदमस्ति खलु तत्र किमर्थं णत्वं नास्ति तालवेशकारः एव तत्र बाधकवर्णः यद्यपि निमित्तमस्ति तथापि मध्ये केचन बाधकवर्णाः सन्ति चेत् णत्वं न भवति तालवेशकारः एव बाधकवर्णः तदर्थमेव बहुवचनरूपं दृश्यानि केतकी भगिनी भवती एव पठतु अग्रिमं पदं करिष्यति आत्मनेपदी कृधातुः करिष्यते करिष्येते करिष्यन्ते मध्यं पुरुष करिष्यसे करिष्येथे करिष्यद्वे उत्तम पुरुष करिष्ये करिष्यावहे करिष्यामहे किमर्थं त्यक्तवती परस्मैपदिरूपाणि क्षम्यतां भगिनी करिष्यति करिष्यतः करिष्यन्ति करिष्यसि करिष्यतः करिष्यथ करिष्यामि करिष्यावः करिष्यामः अत्र किमर्थम् एवं रीत्या रूपाणि दत्तानि अष्टादशरूपाणि परस्मैपदी अस्ति तस्य कारणेन सुजाता भगिनी वदतु उभयपदी अस्ति क्रूधातु उभयपदी अस्ति इत्यनेन अष्टादशरूपाणि सन्ति क्रूधातुः उभयपदी इति कथं ज्ञातवती धातोः मूलरूपं डुक्रुञ् अस्ति वदतु डुक्रि अस्ति दू इत्संज्ञा भवति केन आदिनि टु डवः इत्यनेन भवति इकारः ञकारः अस्ति हलञ्चमिच्छनेन इत्संज्ञा भवति क्रु एव अवशिष्यते तेन किम् अवगम्यते चवर्गी अन्तिमव्यञ्जनम् इति संज्ञकः अस्ति उभयपदी भवति ञकारः यस्य इत् भवति उभयपदी भवति उत्तमं केन सूत्रेण त्वरितनितकर्तृभिप्राये क्रियाफले सूत्रेण चवर्गी अन्तिमव्यञ्जनम् इत् संज्ञकवर्णः अस्मिन् धातो उपदेशावस्थायाम् अस्ति अनुबन्धवर्णः चवर्गीय अन्तिमव्यञ्जनमस्ति इति कारणतः अयं धातुः उभयपदी धातुः स्वरितेत् धातुः नास्ति किन्तु नित् धातुः अस्ति इति कारणतः अस्य धातोः परं परस्मैपदीसंज्ञकप्रत्ययाः अपि च आत्मनेपदीसंज्ञकप्रत्ययाः विहिताः भवन्ति. कस्मिन् सन्दर्भे आत्मनेपदसंज्ञकप्रत्ययाः आयान्ति वदतु. कर्तभिप्राये क्रियाफले कर्तारं सूचयति चेत् आत्मनेपदी, अन्यत् सूचयति चेत् परस्मैपदी. अन्यत् वा सम्यक् न. तदेव तदेव. क्रियायाः फलं कुत्र गच्छति, क्रियायाः फलं कः प्राप्नोति इति प्रश्ने सति क्रियायाः फलं कर्तारं प्रति गच्छति चेत्, क्रियायाः फलं कर्ता प्राप्नोति चेत्, क्रियायाः फलं कर्त्रा लभ्यते चेत्, कर्त्रा प्राप्यते चेत्, तदानीम् एव आत्मनेपदसंज्ञकप्रत्ययाः विहिताः भवन्ति. तदर्थमेव कर्त्रभिप्राये इति उक्तमस्ति. क्रियाफलं कर्त्रभिप्राये अस्ति चेदेव आत्मनेपदसंज्ञकप्रत्ययाः विहिताः भवन्ति. अपि च उपदेशावस्थायां धातोः अन्ते ञकारः इत्युक्ते चवर्गीय अन्तिमव्यञ्जनम् इति संज्ञकः अस्ति चेत् सः धातुः उभयपदी भवति. करिष्यति इति रूपम् उपयुज्य कानिचन वाक्यानि वक्तव्यानि. सर्वे चिन्तयन्तु. सुन्दरमहोदय, भवान् वदतु एकं वाक्यम्. अहं सः सङ्गणकं करिष्यति. सम्यक् वदतु महोदय. ओके, सः दूरवाणीं करिष्यति. सः दूरवाणीं करिष्यति. इद् श्वः सः श्वः दूरवाणीं करिष्यति. रोहिणी भगिनी, भवती वदतु एकं वाक्यं. वयं सर्वे मिलित्वा श्वः ओदनं करिष्यामः. ओदनं करिष्यामः अथवा चिन्तनं करिष्यामः. वयं सर्वे मिलित्वा संस्कृतवर्गे श्वः अपि चिन्तनं करिष्यामः. साधु भगिनी, एवं रीत्या वदतु. सम्भाषणं करिष्यामः. सम्भाषणं करिष्यामः. संस्कृतभाषया सम्भाषणं करिष्यामः. सूर्यकुमारी भगिनी, वैद्यः किं करिष्यति? वैद्यः रोगं नाशं करिष्यति. कथं वक्तव्यं? रोगस्य नाशं करिष्यति. क्षम्यतां, रोगं रोगस्य नाशनं करिष्यति. चिकित्सां करिष्यति. वाक्यं पुनः वदतु महोदय. वैद्यः चिकित्सां करिष्यति. चिकित्सां करिष्यति. धातुः सकर्मकधातुः, अतः कर्मपदं सम्भवति. अयं धातुः सकर्मकः, अतः वैद्यः चिकित्सां करिष्यति. अपि च केचन जनाः समाजसेवां करिष्यन्ति. समाजसेवा इति आकारान्तपदमस्ति, समस्तपदमेव स्त्रीलिङ्गपदम्. सूर्यकुमारी भगिनी, भवती एव वदतु. देशनेतारः देशसेवा वदतु. देशनेतारः देशसेव सेवां करिष्यति. नेतारः इति बहुवचनमस्ति. करिष्यन्ति. सम्पूर्णतया वाक्यं वदतु. देशनेतारः सेवां करिष्यन्ति. कर्मकरी वस्त्रप्रक्षालनं वदतु. कर्मकरी वस्त्रप्रक्षालनं करिष्यति. अमेरिकादेशे यन्त्राणि वस्त्रप्रक्षालनं करिष्यन्ति. श्वः अहं विशिष्टं कार्यं करिष्यामि. अस्माकं वर्गे कोलाहलः नास्ति. तत्र एकं वाक्यं वदतु, कोलाहलः इति पदम् उपयुज्य. सदे श्वः जनाः कोलाहलं करिष्यन्ति. कोलाहलं भविष्यन्ति. क्रीडाङ्गणे जनाः कोलाहलं करिष्यन्ति. कोलाहलम् अलम् अलम् किं वदामः? कोलाहलेन अलम् इति वक्तव्यमस्ति. अलं पदम् उपयुज्य भिन्नभिन्नरीत्या वक्तुं शक्नुमः. कोलाहलः इति पदं पुंलिङ्गपदमस्ति. धातुः सकर्मकः अस्ति इति कारणतः कोलाहलं करिष्यन्ति. यदा वयं पूजां कुर्मः तदा करिष्य इति पदं बहुवारं शृणुमः. रोहिणी भगिनी वदतु. करिष्ये इति अहं निर्देशं करिष्ये करिष्ये आत्मनेपदी उत्तमपुरुषः एकवचनरूपं लृट्लकाररूपं पूजां करिष्ये किमपि करिष्ये करिष्ये इति पदं बहुत्र शृणुमः एको सन्देहः चतुर्थी विभक्तिम् उपयुज्य अपि अलं शब्दः प्रयोक्तुं शक्नुमः किल दुर्योधनः भीमः दुर्योधनाय अलम् इति भीमः दुर्योधनाय अलम् बहु किमपि चिन्तनम् अस्ति महोदय अस्तु सभा इति आकारान्तपदमस्ति तदर्थं किं वदामः सभायां न तु सभे अपि च अत्र करिष्यति इत्यस्मिन् प्रसङ्गे ज्ञातव्यः अंशः कः क्रूधातुः अपि अनिट्धातुः वर्णयितुमिच्छामश्चेत् क्रूधातुः अजन्तधातुः अनुबन्धवर्णानां निष्कासनानन्तरं तत्र क्रू अवशिष्यते क्रू इति अजन्तधातुः आधिक्येन अजन्तधातवः अनिटः भवन्ति आधिक्येन इति उक्तवती 90% बहवः अजन्तधातवः अनिटः भवन्ति धातुः अनिट् स्याप्रत्ययः इडागं योग्यप्रत्ययः किन्तु करिष्यति इति रूपम् अस्ति किमर्थम् अत्र प्रश्नः अस्ति खलु किमर्थम् इत्युक्ते तत्रापि एकं विशिष्टं सूत्रमस्ति इत्युक्ते साधारणनियमः भिन्नः विशिष्टनियमाः भिन्नाः इत्युक्ते विशिष्टसूत्रेण अयं धातुः स्याप्रत्यये परे सेट् भवति रुद्धनोः स्ये इति एकं सूत्रमस्ति रुद्धनोः ऋकारान्तधातुषु अपि च हन् धातोः प्रसङ्गे हन् धातुः अपि अनिट् धातुः एव अनिट् धातुः अस्ति चेदपि रुद्धनोः स्ये इति सूत्रेण स्याप्रत्यये परे ऋकारान्तधातवः सेटः भवन्ति तदर्थमेव भ्रू अस्ति चेत् भरिष्यति ध्रुव अस्ति चेत् धरिष्यति कृ अस्ति चेत् करिष्यति किन्तु वस्तुतः धातुः अनिटेव हन् धातोः रूपं हनिष्यति इति अपि रुद्धनोः स्ये इति सूत्रेण एव भवति क्रू धातुतः करिष्यति इति भवितुं विशिष्टसूत्रम् आवश्यकम् इडागमः भवितुं सूर्यकुमारी भगिनी भवती एव वदतु क्रू धातुतः करिष्यति इति कथं सिद्ध्यति प्रथमं गुणः भवति खर् केन सूत्रेण गुणः भवति सार्वधातुक अर्धधातुकयोः अत्र निमित्तं किम् अजन्तधातु अस्ति इगन्तधातुः इति वदामः खलु इगन्तधातुः इगन्तधातुः अत्र इकवर्णः कः ऋकारः धातुः इगन्तधातुः तस्मात् परं कीदृशप्रत्ययः अस्ति अर्धधातुकप्रत्ययः अस्ति स्या इति अर्धधातुकप्रत्ययः आर्धधातुकप्रत्ययः अस्ति इति कारणतः स्याप्रत्ययं निमित्तीकृत्य क्रू इति इगन्तम् अङ्गम् अस्ति तस्मिन् अङ्गे गुणकार्यं भूत्वा क्रू कर् भवति पश्चात् वदतु करयोगः स्या विशिष्टसूत्रेण ईडागमः भवति करयोगः ईयोगः स्या वर्णमेलनेन करी भवति सकारः शकार भवति आदेशप्रत्ययोः इत्यनेन सकारस्य षत्वं भवति इति कृत्वा करिष्यति आत्मनेपदिरूपेषु अपि एवमेव चिन्तनीयम् एवं चिन्तनीयमस्ति सुजाता भगिनी भवती पठतु अग्रे वृत् धातोः प्रसङ्गे पश्यन्तु अत्र धातोः लौकिकरूपमपि दत्तमस्ति आं भगिनि आत्मनेपदि वृत् धातुः वर्तिष्यते वर्तिष्येते वर्तिष्यन्ते मध्यमपुरुषः अस्ति वर्तिष्यसे वर्तिष्येथे वर्तिष्यध्वे उत्तमपुरुष वर्तिष्ये वर्तिष्यावहे वर्तिष्यामहे क्रूधातोः प्रसङ्गे भवन्तः सर्वे श्रुतवन्तः एव महारुद्रेण शिवस्य अभिषेकं करिष्ये महारुद्रेण महादेवस्य अभिषेकं करिष्ये ग्रहशान्तये अभिषेकं करिष्ये अस्माकं शीर्षकमस्ति खलु पाठस्य शीर्षकं तव वचनं करिष्ये अस्माकं पाठस्य शीर्षकमस्ति करिष्ये वचनं तव तव वचनं करिष्ये इति आत्मनेपदरूपं दत्तमस्ति किमर्थं तथा इत्युक्ते क्रियायाः फलं कर्ता प्राप्नोति कर्ता कः तत्र अर्जुनः क्रियायाः फलम् अर्जुनः प्राप्नोति तदर्थमेव सः वदति गतसन्देहः अस्मि तव वचनं करिष्ये इति अर्जुनः उक्तवान् यदा वयं पूजां कुर्मः तदा सर्वाभीष्टसिद्धये व्रतं करिष्ये गणेशस्य पूजनं करिष्ये एवं रीत्या करिष्ये इति पदं बहुत्र श्रूयते वर्तिष्यते इति पदं दत्तमस्ति लट् रूपाणि वदतु भगिनि धातोः वर्तते वर्तते लट् रूपाणि आत्मनेपदिरूपाणि लट् रूपाणि वक्तव्यानि वर्तते वर्त्येते वर्त्यन्ते वर्तन्ते वर्तन्ते वर्त्यन्ते न रोहिणी भगिनी कृपया वदतु वर्तते वर्तेते वर्तन्ते वर्तते वर्तेधे वर्तते वर्ते न जानामि साधु साधु सूर्यकुमारी भगिनी सर्वाणि रूपाणि एकवारं स्मारयतु वर्तते वर्तेते वर्तन्ते वर्तसे वर्तेते वर्तत्वे वर्ते वर्तावहे वर्तामहे लट् रूपाणि अत्र लृट् रूपाणि दत्तानि खलु वृत्तधातोः प्रसङ्गे भवती किं जानाति वदतु सूर्यकुमारी भगिनी वृत् हलन्तधातुः उपधा ऋकार अस्ति पुगन्तलघुपदस्य सूत्रेण सार्वधातुक अर्धधातुकयोः अनुवृत्तिः भवति इक् वर्णः गुणः भवति वर्योगः वर्त साधु साधु तदेव पुगन्तलघुपधस्य च इत्यनेन गुणकार्यं भवति किमर्थं चेत् उपधायां लघु इक् वर्णः अस्ति लघु ऋकारः अस्ति वृत् इति कथनेन हलन्तधातुः उपधायां लघु ऋकारः अस्ति वृत् वर्त् भवति अत्र उरण्ड्रपरः इति सूत्रेण वृत् वर्त् भवति अपि च भुवादिगणे अस्ति इति कारणतः शप् इत्यस्मात् अकारः आगतः वर्तयोगः अ वर्त इति अङ्गम् अस्ति तिङ्प्रत्ययस्य कृते अङ्गं वर्त पुगन्तलघुपदस्य च इत्यनेन गुणः भवति अत्र धातुः अकर्मकधातुः कर्मपदं न कदापि स्वीकरोति एकं वाक्यं वदतु शिशुः वर्तते शिशुः वर्तते पश्यन्तु अस्ति इति साधारणं पदमेव परस्मैपदिरूपम् अस्ति इत्यस्मिन् स्थाने वर्तते साधु विद्यते साधु इतोपि अन्यानि पदानि अपि सन्ति इत्युक्ते भवति भूयते इति कर्मणि रूपम् अत्र भवति इति कर्तरीलट् रूपम् अस्ति भूयते इति भूधातोः कर्मणि लट् रूपम् अस्ति भूयते अपि साधु एव किन्तु कर्तरी लट्लकारप्रसङ्गे वक्तुमिच्छामश्चेत् केचन धातवः एतादृशधातवः सन्ति किञ्चित् समानार्थकाः एते धातवः वर्तते विद्यते अस्ति भवति इमानि पदानि वक्तुं शक्नुमः वृत्तधातोः रूपमेव वर्तिष्यते वर्तिष्यते इति रूपं कथं साधनीयं सूर्यकुमारी भगिनी भवती एव वदतु ओके हलन्तधातुः हलन्तदातु आधिक्येन इडाग अनुकूलं भवति स्यति स्या अपि इड अनुकूलं भवति वर्तियोगः वर्तियोगः ई वर्ति वर्तियोगः स्या सकार षकार भवति वर्ति इगन्त इदितो नुम् इदितो आदेश इङ्कोः आदेशप्रत्ययोः सः शः उत्तमं भगिनी उक्तवती एव वृत् धातुः धातोः परम् आर्धधातुकप्रत्ययः अस्ति स्याप्रत्ययः स्याप्रत्ययं निमित्तीकृत्य लघुपधधातौ अथवा रुदुपधधातुः इति वक्तव्यमस्ति उपधायां ऋकारः अस्ति रुदुपधधातौ गुणकार्यं पुगन्तलघुपधस्य च इत्यनेन भवति तेन वृत् वर्त् भवति वर्तयोगः इष्यते धातुः इडानुकूलधातुः प्रत्ययः अपि इडागमयोग्यः अतः इडागमः भवति एव प्रत्ययस्य इडागमः भवति इत्युक्ते प्रत्ययस्य आदौ इकारः आयाति, तदर्थं वृत्तियोगः इष्यते इति रूपम् अस्ति. आदेशप्रत्ययोः इत्यनेन तत्र सकारस्य षत्वं भवति. तत्र वर्त् योगः ई योगः श्याते, तत्र धातुः आत्मनेपदिधातुः अस्ति इति कारणतः वर्तिष्यते इति रूपम्. किन्तु अत्र एकः विशेषः अस्ति, वृत्तधातोः प्रसङ्गे विकल्पेन रूपद्वयं सिद्ध्यति. वर्तिष्यति एकं रूपम् अस्ति, वर्त्स्यति इति रूपमपि अस्ति, किन्तु अत्र केवलं वर्तिष्यति एव दत्तमस्ति. वर्तिष्यते इति अत्र दत्तमस्ति, वर्त्स्यति इति एकं रूपम् अस्ति. तद्रूपं साधयितुम् एकं सूत्रमस्ति, वृद्भ्यः स्यसनोः, वृद्भ्यः स्यसनोः इति सूत्रेण वृत्तधातोः प्रसङ्गे, वृद्धधातोः प्रसङ्गे तादृश केचन धातवः सन्ति, तेभ्यः धातुभ्यः परं स्याप्रत्ययः अस्ति चेत् विकल्पेन परस्मैपदिरूपमपि सिद्ध्यति इति कृत्वा वर्त्स्यति इति रूपमपि अस्ति. वर्तिष्यते इति रूपम् उपयुज्य अहम् एकं वाक्यं वदामि. भवन्तः सर्वे चिन्तयन्तु वाक्यं लेखितुं. वयं संस्कृतभाषां जानीमश्चेत् अस्माकं जीवने भारतीयता वर्तिष्यते. संस्कृतं जानीमश्चेत् अस्माकं जीवने भारतीयता वर्तिष्यते. वृत्तधातुः अकर्मकः, अतः कर्मपदं न सम्भवति. भारतीयता वर्तिष्यते इति एव वक्तुं शक्नुमः. अग्रिमं रूपमस्ति ईक्षिष्यते. सुजाता भगिनी भवती वदतु. आं भगिनि, आत्मनेपदी ईक्ष् धातुः अस्ति, प्रथमपुरुष एकवचनं, ईक्ष्यते, ईक्षिष्येते, ईक्षिष्यन्ते, मध्यमपुरुष ईक्षिष्यसे, ईक्षिष्येथे, ईक्षिष्यध्वे, उत्तमपुरुष ईक्षिष्ये, ईक्षिष्ये, ईक्षिष्यावहे, ईक्षिष्यामहे. उच्चारणकाठिन्यमस्ति खलु अत्र? आम् आं भगिनि. ईक्षिधातोः लट् रूपाणि वदतु. ईक्षति अत्र आत्मनेपदि धातुः खलु? आं भगिनि. ईक्षते, ईक्षते, ईक्षते, ईक्ष्येते, ईक्ष्यन्ते, ईक्ष्यसे, ईक्ष्येथे, ईक्षद्वे, ईक्षे, ईक्ष्यावहे, ईक्ष्यामहे. आत्मनेपदि धातुः अत्र यकारः किमर्थं श्रूयते? लट् रूपं पश्यामश्चेत् कथं वक्तव्यम्? ईक्षते यकारः नास्ति लट् रूपेषु. आं भगिनि, ईक्षते, ईक्षते, ईक्षतः. न आत्मनेपदिरूपाणि कथं भवन्ति? आत्मनेपदि शकारः, यकारः अस्ति, शकार ईक्ष धातु अस्ति, ईक्ष्यते, ईक्ष्येते. भेदः अवगन्तव्यः. सुन्दरकल्याण महोदय भवान् वदतु, ईक्षधातोः लट्लकाररूपाणि वदतु. ईक्षते, ईक्ष्येते, ईक्षन्ते, ईक्षसे, ईक्षेते, ईक्षद्वे, ईक्षे, ईक्षावहे, ईक्षामहे. तत्र भेदः कः? लट्लकाररूपेषु यकारः न श्रूयते खलु? अत्र यकारः किमर्थं श्रूयते वदतु. कुत्र? लृट् रूपेषु, भविष्यत्कालरूपेषु यकारः श्रूयते खलु? यकारः किमर्थं स्य इति आगच्छति किल विकरणप्रत्ययः, तत्कारणेन स्य श्य भवति. सूत्रस्य कारणेन स्य श्य भवति. सो तस्य एव अङ्गं किल यकारः, तत्कारणेन यकारः श्रूयते. यदा वयम् उच्चारणं कुर्मः तदा स्पष्टता भवेत्, सम्यक् उच्चारणीयम् एतत् सर्वम्. अत्र ईक्षते, ईक्षेते, ईक्षन्ते, ईक्षसे, ईक्षेथे, ईक्षध्वे, ईक्षे, ईक्षावहे, ईक्षामहे, लट् रूपेषु य न श्रूयते. किमर्थं चेत् धातुः भुवादिगणे अस्ति, भुवादिगणे अस्ति इति कारणतः शप् इत्यस्मात् अकारः आगतः, तदर्थमेव ईक्षाते. ईक्षिति धातुः, धातौ गुणकार्यस्य प्रसङ्गः नास्ति, शप् इत्यस्मात् केवलम् अकारः आगतः, तेन ईक्षा इति रूपं सिद्ध्यति. धातुः आत्मनेपदी धातुः, अतः ईक्षते. किन्तु अस्मिन् प्रसङ्गे भविष्यत्कालरूपेषु इडागमः श्रूयते, अपि च स्या इति लकारनिमित्तिकविकरणप्रत्ययः अस्ति इति कारणतः स्या इत्यस्मिन् यकारः श्रूयते, तदर्थमेव ईक्षिष्यते. सुजाता भगिनी, भवती रूपं साधयतु. ईक्षिष्यते भगिनी, ईक्षिष्यते न इक्षि इक्षि क्षे वदामि, रैट् भगिनी? भवती शृणोतु, सुजाता भगिनी वदतु. ईक्ष धातु अस्ति, ईक्षियोगः स्यायोगः ते इडागमः भवति, इडागमः भवति इत्यनेन स्या आदौ ई प्रत्यय ई आयाति, ईक्षि आदेशप्रत्यय आदेशप्रत्यय आदेशप्रत्ययोः इत्यनेन इत्यनेन सकारस्य षकारः भवति, ईक्ष्य ईक्ष्यते भवति, ईक्षिष्यते इति भवति, ईक्ष्यते भवति. अत्र धातुः ईक्ष अस्ति, ईक्ष योगः ईष्यते इति रूपं योजयामः. स्याप्रत्ययं निमित्तीकृत्य अङ्गकार्यं नास्ति. किमर्थं चेत् धातुः ईगन्तधातुः नास्ति, उपधायां लघु इक् वर्णः अपि नास्ति इति कारणतः स्याप्रत्ययं निमित्तीकृत्य अङ्गकार्यं नास्ति. तदर्थम् ईक्षियोगः ईष्यते इति रूपम् अस्ति. दन्त्यसकारस्य स्थाने मूर्धन्यषकारः आयाति आदेशप्रत्ययोः इति सूत्रेण वर्णमेलनमेव. ईक्षिष्यते, ईक्षधातुः सकर्मकः, अतः कर्मपदं स्वीकरोति. ईक्षते इति तस्य अर्थः कः? ईक्षते सी. उत्तमं. दर्शनं, दर्शने इत्यस्मिन् अर्थे ईक्षधातुः अस्ति. पश्यति अपि साधु एव. वि उपसर्गपूर्वकः ईक्ष धातोः रूपं किं भवति? विशिष्यते. वि उपसर्गपूर्वकः ईक्ष धातोः रूपम् वीक्षते. ईक्ष धातोः रूपमेव ईक्षणम्. वि उपसर्गपूर्वकः ईक्ष धातुतः निर्मितं पदं वीक्षणं, ल्युडन्तपदम् अस्ति. वीक्षणं, विहङ्गवीक्षणं, बर्ड्स् ऐ व्यू. अग्रिमे पुटे कानिचन रूपाणि सन्ति, तेषां चिन्तनमपि इदानीं कुर्मः. रोहिणी भगिनी पठतु. कानिचन विशेषप्रक्रियापदानि. दास्यति, दास्यते. किमर्थं रूपद्वयम् अस्ति? उभयपदी धातुः, परस्मैपदीरूपं दास्यति, आत्मनेपदी लट् रूपं दास्यते. धातुः डुदाव्, डुदाव् इति कथनेन धातोः अन्ते चवर्गीय अनुनासिकव्यञ्जनम् इति संज्ञकः डुदाव् इत्यत्र. भवती वदतु लौकिकधातुः. ञकारः इति भवति हलन्त्यम् इति सूत्रेण. द इति अवशिष्यते. द इति लौकीयरूपं. द योग नृत्यकाले स्य प्रत्ययः, अपि च तिप्रत्ययः. दास्यति एव भवति, आत्मनेपदे दास्यते. डुदाव् इति कथनेन तत्र चवर्गे अन्तिमव्यञ्जनम् इति संज्ञकः अस्ति इति कारणतः अयं धातुः उभयपदी धातुः. स्वरितनितकर्तृभिप्राये क्रियाफले सूत्रेण धातुः उभयपदी धातुः भवति. लट्लकाररूपं किं भगिनि? ददाति, दत्तः, ददति. धातुः जुहोत्यादिगणे अस्ति. सार्वधातुकप्रक्रियायां भिन्नचिन्तनं करणीयम्, आर्धधातुकप्रक्रियायां भिन्नचिन्तनम् आवश्यकम्. अत्र सार्वधातुकप्रक्रियायां धातुः जुहोत्यादिगणे अस्ति इति कारणतः द्वित्वं भवति. जुहोत्यादिभ्यः श्लुः इति सूत्रेण द्वित्वं भवति. अपि च अन्यानि कार्याणि अपि सन्ति इति कारणतः दा धातोः रूपं ददाति. किन्तु अत्र सौलभ्यम् अस्ति आर्धधातुकप्रक्रियायां. धातुं स्वीकुर्मः, स्या प्रत्ययं योजयामः दा योगः स्यति दास्यति इति रूपं भवति. अत्र दा धातुः अनिट् धातुः कथं ज्ञायते? अवशिष्टस्वरः दातः भवेत्. अवशिष्टस्वरः अनुदात्तः अस्ति. दुदाम् इत्यत्र अनुबन्धवर्णानां निष्कासनानन्तरं लौकिकरूपं दा अस्ति. अनुबन्धवर्णाः आदौ निष्कासनीयाः. डु इत्यस्य इत् संज्ञा भवति, यकारस्यापि इत् संज्ञा भवति, दा एव अवशिष्यते. दीर्घ आकारः अस्ति, सः दीर्घ आकारः कीदृशः? अवशिष्टस्वरः कीदृशः? अवशिष्टस्वरः अनुदात्तः. स्वराङ्कितधातुपाठं पश्यन्ति चेत् अवगन्तुं शक्नुवन्ति. दा इत्यत्र धातोः अधोभागे रेखा दृश्यते. अवशिष्टस्वरः धातौ अनुदात्तसंज्ञकः, अतः एका च उपदेशे अनुदात्तात् सूत्रेण धातुः अनिट् भवति. अत्र अनुदात्तचिह्नं धातोः अनिटत्वं सूचयति, अनेन अनिट् धातुः इति ज्ञायते. अनिट् अस्ति इति कारणतः इडागमः नास्ति. अतः एव दा योगः स्यति दास्यति तावदेव, केवलं वर्णमेलनमेव भवति. आत्मनेपदिरूपेषु परस्मैपदिरूपेषु अपि एवमेव चिन्तनं करणीयम्. यदा इडागमः न भवति तदा तत्र इण्कोः वर्णः नास्ति इति कारणतः षत्वमपि न भवति, खलु? एकं वाक्यं वदतु दास्यति उपयुज्य. अहं बालकं रूप्यकाणि दास्यामि. बालकाय रूप्यकाणि दास्यामि. तत्र चतुर्थी विभक्तिः, सम्प्रदाने चतुर्थी इत्यनेन बालकाय ददामि. बालकाय किं दास्यति भवती? रूप्यकाणि दास्यामि. सूर्यकुमारी भगिनी एकं वाक्यं वदतु, नवरूपेषु एकं रूपं स्वीकृत्य. दास्यति धनिकः धनं निधानि दास्यति. धनिकः भिक्षुकाय धनं दास्यति, खलु? आं भगिनि. गृहिणी भिक्षुकाय भिक्षां दास्यति. सुजाता भगिनी एकं वाक्यं वदतु. अहं बालकाय पुस्तकं ददामि. नो, दास्यामि. बालकाय पुस्तकं दास्यामि, साधु. सुन्दर महोदय वदतु किमपि वाक्यं पदानि उपयुज्य. साधवः ज्ञानं दास्यन्ति, प्रशिक्षकः शिक्षणं दास्यति, अहं बालकाय उपहारं दास्यामि, भगवान् श्रीकृष्णः अर्जुनाय ज्ञानं दास्यति. दास्यति इति न वक्तव्यं, सः दत्तवान् एव. अहं मात्रे मोदकं दास्ये. अहं मात्रे मोदकं दास्ये. उत्तमं. स्वविचारान् वक्तुम् अवसरं दास्ये. अवसरः अवकाशः इति पदद्वयं पुंलिङ्गे अस्ति. अवकाशः अवसरः, अत्र अवकाशः इत्युक्ते विरामः, तत्र भेदः अस्ति. अवसरः इत्युक्ते आपर्चुनिटि. स्वविचारान् वक्तुम् अवसरं दास्ये. दा धातुः उभयपदी धातुः इति एका वार्ता. दा धातुः अपि सकर्मकधातुः, तदर्थमेव वाक्येषु कर्मपदं सम्भवति. रूप्यकाणि दास्यामि, रूप्यकाणि कर्मपदमस्ति तस्मिन् वाक्ये. भगिनी अहं वदामि एक सेण्टेन्स्. वदतु. भगिनी ज्ञानं दास्यामि. ज्ञानं दास्यति. अत्र भगिनी प्रथमपुरुषे एकवचनरूपम् अस्ति चेत् दास्यति, भगिनी दास्यति, अहं दास्यामि. छात्राय, सोरि, छात्राय, छात्रे, छात्रेभ्यः. छात्रेभ्यः. अपि च प्रशिक्षकः शिक्षणं दास्यति इति कथनेन शिक्षणम् इति पदं ल्युडन्तपदं, नपुंसकलिङ्गपदं, चेदपि दा धातुः सकर्मकः अस्ति इति कारणतः अस्मिन् वाक्ये शिक्षणम् इति पदं कर्मपदं भवति. नपुंसकलिङ्गपदानि प्रथमाविभक्त्यां द्वितीयाविभक्त्यां समानानि भवन्ति, खलु? अपि च वर्गस्य अनन्तरम् अहं गृहपाठं दास्यामि इति वक्तुं शक्यते. वर्गात् परम् अथवा वर्गस्य अनन्तरं गृहपाठं दास्यामि इति भवितुं शक्नोति. अग्रिमं पदमस्ति ज्ञास्यति. रोहिणी भगिनी भवती एव वदतु. इन्द्रं पदं ज्ञास्यति, ज्ञा धातुः ज्ञास्यति, ज्ञास्यते भवति धातुः भवति इति चिन्तयामि. ज्ञायोगयोग अस्ति तदेव प्रक्रिया, कोऽपि नास्ति, दास्यते आत्मनेपदीरूपम्. धातुः उभयपदी अस्ति, धातुः इडागमयोग्यः नास्ति. किमर्थम् इडागमयोग्यः नास्ति? स्वरः कः एक एव अच् भवति, तद् अनुदाता भवति इति चिन्तयामि. उपदेशे अनुदाता इति सूत्रं प्राप्तवे. उत्तमं भगिनी. अत्र एकाच् धातुः अपि च अनुदात्तस्वरवर्णः अवशिष्टः अस्ति इति कारणतः अस्मिन् धातौ अनिटत्वम् अस्ति. धातुः अनिट् धातुः. अहम् उक्तवती खलु आधिक्येन अजन्तधातवः अनिटः भवन्ति. के के वर्णाः सन्ति सुन्दरमहोदय वदतु? इज् न, इज् न, इस्, य, ति. त्रयः वर्णाः सन्ति, ते के? इज् इन् आ, इज् इन् आ. तथा न वक्तव्यं. कथं वक्तव्यं? जकारः, नकारः, आकारः. कीदृशनकारः अस्ति अत्र? दन्त्य, दन्त्यनकारः न. ओ, दन्त्य न, न. सुजाता भगिनी वदतु. चवर्गस्य पञ्चमवर्णः अस्ति. साधु साधु. इज् न वदामः. इज् इति कथनेन वयं न अवगन्तुं शक्नुमः. जकारः चवर्गीय अन्तिम अनुनासिकव्यञ्जनम् अस्ति अत्र. अपि च आकारः अस्ति. आहत्य अत्र वार्ताक धातुः दीर्घ आकारान्तधातुः. इत्युक्ते धातौ अन्तिमवर्णः आकारः. इत्युक्ते धातुः अजन्तधातुः, अजन्तधातवः अनिटः भवन्ति प्रायेण अथवा आधिक्येन. अतः धातुः अनिट्, केवलमत्र वर्णमेलनेन ज्ञायोगः स्यति, ज्ञास्यति. किन्तु धातुः उभयपदि, अतः रूपद्वयं वर्तते. ज्ञास्यति इति पदम् उपयुज्य एकं वाक्यं वक्तव्यम्. सुजाता भगिनी वदतु. ज्ञास्यति, सः ज्ञास्यति उभयपदि. सः पाठं, व्याकरणं ज्ञास्यति. उत्तमं. पाठं ज्ञास्यति, बालकः संस्कृतव्याकरणपाठं ज्ञास्यति. पाठः इति पुंलिङ्गपदमस्ति. ज्ञाधातुः अपि सकर्मकधातुः, अतः पाठम् इति भवति. रोहिणी भगिनी एकं वाक्यं वदतु. तत् वस्त्रं पश्यति चेत् तस्य वर्णः ज्ञास्यति. वर्णं ज्ञास्यति. धातुः सकर्मकधातुः, अतः कर्मपदं स्वीकरोति. बालकः विषयं ज्ञास्यति. केचन जनाः विफलतायाः कारणानि न ज्ञास्यन्ति. भगिनि अहं वदामि एक वन् सेण्टेन्स्. वदतु. ज्ञानप्राप्तुं कोऽपि अवधः नास्ति. ज्ञानस्य प्राप्तुं कोऽपि अवधः नास्ति. इदमेव वाक्यं समीकृत्य वक्तव्यम्. उत्तमं वाक्यं. विचारः तु उत्तमः विचारः, किन्तु वाक्यं समीकृत्य कथं वक्तव्यं? सुन्दरमहोदय वदतु. किं वाक्यं? एतदेव वाक्यं वा? केतकी भगिनी वाक्यं वदतु. ज्ञानस्य प्राप्तं कोऽपि अवधः नास्ति. ओके. ज्ञानप्राप्तिः, ज्ञानप्राप्तेः कोऽपि अवधः नास्ति. ज्ञानप्राप्तेः कोऽपि अवधः नास्ति. अवधिः. ज्ञानप्राप्तेः कोऽपि अवधिः नास्ति. बौण्ड्री. धन्यवादः भगिनि, धन्यवादः. अवधिः नास्ति, समस्तपदमस्ति. ज्ञानस्य प्राप्तिः. प्राप्तिः इति पदं कथं साधनीयं? भवानेव वदतु. प्र उपसर्गपूर्वक आप् धातोः तिन् प्रत्ययः, तिन् प्रत्ययः प्राप्तिः इति. तिन् प्रत्ययः, स्त्रीलिङ्गप्रत्ययः. उत्तमं. क्तिन् इति प्रत्ययः अस्ति. आप्तिः, प्राप्तिः, आप् धातोः रूपमेव आप्तिः. क्तिन् प्रत्ययान्तपदानि स्त्रीलिङ्गपदानि एव भवन्ति. प्राप्तिः इति मतिः इव स्त्रीलिङ्गपदं भवति. ज्ञानप्राप्तेः अवधिः नास्ति. साधु. अस्माकं पदमस्ति ज्ञास्यति, विफलतायाः कारणानि ज्ञास्यामः चेत् इतोपि सम्यक् कार्यं कर्तुं शक्ष्यामः, खलु? विफलतायाः कारणानि ज्ञातव्यानि. एकं वाक्यं वदामि, स्वानुभवात् एव विषयं ज्ञास्यामः, खलु? स्वीय अनुभवात्, स्वानुभवात् एव विषयं ज्ञास्यामः. अपि च उत्तमजनाः सम्यक् परीक्ष्य सत्यं ज्ञास्यन्ति. सत्यं ज्ञास्यन्ति, सत्यं ज्ञास्यन्ति. परीक्ष्य, वदतु कीदृशं रूपम् अस्ति? परिपूर्वक परि उपसर्गपूर्वक ईक्ष धातोः लेबन्तम् अव्ययम्. उत्तमम्. परि उपसर्गपूर्वकः ईक्ष धातोः रूपम् अस्ति. यत्र उपसर्गः अस्ति तत्र ल्यबन्तं सिध्यति, न तु कृत्वान्तम्. आहत्य अत्र धातुः सकर्मकः. अग्रिमं पदं श्रोष्यति. सूर्यकुमारी भगिनी, भवती वदतु. क्षम्यतां भगिनि, रोष्यति? श्रोष्यति, श्रोष्यति. धातुः सृ उगुप इगन्तधातुः प्रत्ययः स्या प्रत्ययः गुण भवति. सृ स्रो भवति अङ्गकार एकगुण भवति, स्रो भवति. स्रोयोगः स्यति. स्या इङ्कोः अपरे आदेशप्रत्ययोः शः सः शः शा भवति वर्णमेलनेन श्रोष्यति. श्रु धातोः रूपं कथमस्ति? अस्मिन् धातौ के के वर्णाः सन्ति? शकारः, रेफः, उकारः. उत्तमम्. अत्र त्रयः वर्णाः सन्ति. स्थालव्यशकारः, ऋकारः नास्ति, खलु? रेफः, ऋकारः. भवती सम्यक् उक्तवती. किमर्थं वदन्ती अस्मि? अत्र भेदः अवगन्तव्यः. भेदः कः? शृणोति इति लेखनावसरे तालवेशकारात् परं ऋकारः आयाति. शृणोति, शृणोमि, तत्र तादृशं रूपं साधयितुं तत्र श्रुवः श्रुच इति सूत्रेण ऋकारः. किन्तु अत्र तादृशी स्थितिः नास्ति. धातोः रूपमेव श्रु अस्ति. इत्युक्ते रेफयुक्तं रूपम् अत्र अस्ति, न तु ऋकारयुक्तं रूपम्. अस्मिन् धातौ त्रयः वर्णाः सन्ति, तालव्यशकारः, रेपः, उकारः. धातुः इगन्तधातुः. केन सूत्रेण गुणः भवति? सार्वधातुकर्तधातुकयोः. अपि च धातुः अनिट् धातुः. अजन्तधातुः अस्ति चेत् अनिट् आधिक्येन अनिट् भवति. अत्र सकारस्य षत्वं भवितुम् इण् वर्णः कः? ओकारः. ओकारः इण् प्रत्याहारस्थवर्णः. इण् इति कथनेन इकारात् आरभ्य लण् पर्यन्तं तेषु वर्णेषु ओकारः अपि अन्तर्भूतः. अत्र ओकारः अस्ति इति कारणतः सकारस्य षत्वं भवति इति वार्ता. तदर्थमेव श्रोष्यति. एकं वाक्यं वदतु. श्रोष्यति. पचनानन्तरं माता रोष्यति. श्रुधातोः अर्थः कः? शृणोति इति अर्थः खलु. श्रोष्यति अहं गीतं शृणोमि, एवमेव अत्र श्रवणमस्ति. ओ क्षम्यतां भगिनि, श्रवणमस्ति. वदतु महोदय. छात्राः कक्षानन्तरं घण्टानादं शृण्वन्ति, सोरि श्रोष्यन्ति. घण्टानादं श्रोष्यन्ति. उत्तमं. भगवद्गीतायाः सारम् अर्जुनः श्रुतवान् आदौ, पश्चात् अन्ये सर्वे जनाः श्रोष्यन्ति, वयं श्रोष्यामः. अस्माकं वर्गे शनैः शनैः अथवा मन्दं मन्दं वदिष्यामि चेत् जनाः न श्रोष्यन्ति. श्रोष्यामि. उच्चैः श्रावणीयम्. उत्तमं. भगवतः माहात्म्यं श्रोष्यति. माहात्म्यं वदतु, वदतु. महत्वस्य भावः माहात्म्यम् इति तद्वितप्रत्ययः. तदेव माहात्म्यं. महता अपि वक्तुं शक्यते किल, महता माहात्म्यं. तत्र तकारद्वयं लेखनीयम् इति भाति महोदय. ओके. महत्वं माहात्म्यं किल. माहात्म्यम् इति तद्धितप्रत्ययान्तपदमस्ति. भगवतः माहात्म्यं श्रोष्यामि अथवा सङ्गीतं श्रोष्यामि. श्वस्तनसङ्गीतसभायाम् अहं सङ्गीतं श्रोष्यामि. अत्र धातुः सकर्मकधातुः, अतः कर्मपदं सम्भवति. माहात्म्यम् इति नपुंसकलिङ्गपदमस्ति चेदपि कर्मपदम् एव. अहं सङ्गीतं श्रोष्यामि, अत्रापि सङ्गीतम् इति पदं नपुंसकलिङ्गपदमस्ति, द्वितीयाविभक्तौ अस्ति. मातुः वचनं शिशुः न श्रोष्यति चेत्, वदतु, वाक्यं पूरयतु. मातुः वचनं शिशुः न श्रोष्यति चेत् मार्गे मार्गे पतिष्यति इति. मातुः वचनं शिशुः न श्रोष्यति चेत् सः मार्गे पतिष्यति. साधु महोदय, तत्र शिलाखण्डमस्ति, तदेव कारणं. शिलाखण्डः अस्ति चेत् मार्गे सः पतिष्यति. चिन्तनमेवम् अस्ति, मातुः वचनं शिशुः न श्रोष्यति चेत् माता कोपेन ताडयिष्यति. चिन्ता मास्तु भगिनि. माता कुप्यति कन्सेप्ट् कुप् धातुः दिवादिगणे अस्ति इति कारणतः कुप्यति. भविष्यत्कालरूपं वदतु. किल साधुरूपं वक्तव्यं. कुप् धातुः अस्ति, भविष्यत्कालरूपं वक्तव्यम्. सुजाता भगिनी, भवती एव चिन्तयतु. कुप् इति धातुः अस्ति, कुप् धातुः हलन्तधातुः, उपधायां ह्रस्व उकारः अस्ति. इदानीं धातुः सेट् धातुः हलन्तधातुः अस्ति इति कारणतः बहवः हलन्तधातवः सेटः भवन्ति. इदानीं वदतु. कोप् भवति भगिनि. कोपिष्यति. कोपिष्यति. इदानीं वाक्यं सम्यक् वदतु. माता कोपिष्यति. मातुः वचनं न श्रोष्यति चेत् माता कोपिष्यति. कोपिष्यति अथवा ताडयिष्यति. लिख् धातोः प्रसङ्गे किञ्चित् वदतु. लिख् हलन्तधातुः अस्ति, उपधायाम् इकवर्णः अस्ति, लि ले भवति, लेख् योगः इष्यति भवति, इडागमः भवति, लेखिष्यति, लेख् योगः इ योगश्च ति लेखिष्यति. लिख् धातोः लट् रूपं किम्? लिखति. लिखति इत्यत्र गुणकार्यं किमर्थं नास्ति? लिखति. लेखति इति रूपम् असाधु खलु? लेखति उपधायाम् इकारः अस्ति, चिह्नेन ले भवति. भगिनी, अत्र मम प्रश्नः तु, लिखति इत्यत्र गुणकार्यं नास्ति, लेखिष्यति इत्यत्र गुणकार्यम् अस्ति, किमर्थं? धातुः तुदादिगणीयधातुः, प्रत्ययस्य कारणेन किल पकारः नास्ति इत्यनेन. महोदय उक्तवान् एव, अत्र धातुः तुदादिगणे अस्ति. तुदादिगणे विकरणप्रत्ययः कः? अस्ति चेत् सूर्यकुमारी भगिनी विवृणोतु. तुदादिगणः विकरणप्रत्ययः अस्ति, अपित् अस्ति, अपित् कारणतः गुण न भवति. लट्लकारः सार्वधातुकलकारः, अतः गणविकरणप्रत्ययचिन्तनं सर्वदा करणीयम्. लट्लकारे गणविकरणप्रत्ययः कः, धातुः कस्मिन् गणे अस्ति इति सर्वदा द्रष्टव्यम्. तुदादिगणे अस्ति, तुदादिगणे तुदादिभ्यः शः इति सूत्रेण शविकरणप्रत्ययः आयाति. शविकरणप्रत्यये शित्वम् अस्ति, किन्तु पित्वं नास्ति. धातुः इदुपधधातुः अस्ति, किन्तु गुणकार्यं न भवति. किन्तु अत्र आर्धधातुकप्रक्रियायां गणविकरणप्रत्ययस्य चिन्तनं अनावश्यकम्. लृट्लकारः आर्धधातुकलकारः, अतः अत्र केवलम् इडागमचिन्तनमेव करणीयं. धातुः इगुपधधातुः, इगुपधधातुः अस्ति इति कारणतः पुगन्तलघुपधस्य च इत्यनेन गुणः भवति. गणचिन्तनम् अनावश्यकं, किन्तु धातुः कीदृशः इति सर्वदा द्रष्टव्यम्. धातुः इगुपधधातुः वा इगन्तधातुः वा इति सर्वदा द्रष्टव्यम्. अपि च इडागमः भवति वा इत्यपि चिन्तनीयम् आर्धधातुकप्रक्रियायाम्. अयं लृट्लकारः आर्धधातुकलकारः, अत्र गुणः भूत्वा लेखिष्यति अस्ति, किन्तु लट् रूपे तादृशी स्थितिः नास्ति. लेखिष्यति उपयुज्य एकं वाक्यं वदतु. लेखिष्यति, सर्वे चिन्तयन्तु. सीता पत्रं लेखिष्यति. उत्तमं. रोहिणी भगिनी भवती वदतु. अहं श्वः एकं लेखनं लेखिष्यामि। पुनः वदतु। अहं श्वः एकं लेखनं लेखिष्यामि। लेखनं लेखिष्यामि, लेखः इति पदमस्ति, लेखं लेखिष्यामि इत्यपि साधु एव। भवती गृहपाठं लेखिष्यति वा? आम्, अहं गृहपाठं लेखिष्यामि। उत्तमं। भवती गीतानि लेखिष्यति वा? न, अहं गीतानि न लेखिष्यामि। कक्षायाः अनन्तरं पञ्चवाक्यानि लेखिष्यति वा? आम्, अहं कक्षायाः अनन्तरं पञ्चवाक्यानि लेखिष्यामि। अहं परीक्षां लेखिष्यामि। उत्तमम्। लिख् धातुः अपि सकर्मकः, अतः परीक्षां लेखिष्यामि अथवा गीतानि लेखिष्यामि, गृहपाठं लेखिष्यामि अथवा कविः ग्रन्थान् लेखिष्यति। किन्तु केन लेखिष्यति? लेखन्यां। लेखन्या लेखिष्यामि, अत्र उपकरणमस्ति। उपकरणम्? ओके ओके, साधनमेव, साधनम्। साधनम्। अपि च सुभाषितानि पठित्वा जीवनमूल्यानि लेखिष्यामि, एवं रीत्या वक्तुं शक्नुमः। एतादृशधातुः एव मिल् धातुः अपि, लिख् धातुः इव मिल् धातुः अपि, किन्तु द्वयोर्मध्ये भेदः अस्ति। सूर्यकुमारी भगिनी, भवती वदतु मिल् धातोः प्रसङ्गे। मिल् धातुः अलन्तपद अलन्तधातुः। कुक्कुरः भषति, द्वारं द्वारं पिदधामि, मिलति, लट्लकार मिल् मिलति, मिल् मिल् धातुः अपि तदादिगण अस्ति। उत्तमं। तदादिगण अस्ति अपि अस्ति चेत् गुणः भवति लट्लकारे। लुट्लकारे आर्धधातुकप्रत्यये अस्ति, पुगन्तलघुपदस्य इति सूत्रेण उपधायाः इक्वर्णः गुणः भवति, मेल् मेल् भवति, मेल् योगः धातु प्रत्ययापि इड अनुकूलः भवति, इष्य भवति, सकारः शकारः भवति, मेलिष्यति भवति। उत्तमम्। अत्र लिख् धातुः इव मिल् धातोः रूपमपि साधयितुं शक्नुमः, किन्तु द्वयोर्मध्ये भेदः कः इति प्रश्ने सति। अत्र धातुः अकर्मकधातुः, मिल् धातुः अकर्मकधातुः, मिल् सङ्गमे इत्यस्मिन् अर्थे अस्ति, अकर्मकः अस्ति इति कारणतः कर्मपदं न स्वीकरोति। कानिचन वाक्यानि अहं वदामि, कथं वक्तव्यम्। अहं श्वः मम सख्या सह मेलिष्यामि, वाक्यस्य रूपं पश्यन्तु, सख्या सह पत्न्या सह मेलिष्यति। धातुः अकर्मकधातुः अस्ति इति कारणतः तत्र कर्मपदं नास्ति, किन्तु सः इति उपपदेन सह वाक्यं सम्भवति। मोदी महोदयः बैडन् महोदयेन सह मेलिष्यति, पती पत्न्या सह मेलिष्यति। आगामिगुरुवासरे पुनः वयं सर्वे मेलिष्यामः। अत्र किं वक्तव्यं मिल् धातोः प्रसङ्गे? कर्मपदं न सम्भवति इति कारणतः कया सह मिलति, केन सह मिलति इति भवति। सुन्दरमहोदय, एकं वाक्यं वदतु, समापयामः। अहं मम मित्रेण सह श्वः मेलिष्यामि। उत्तमम्। सूर्यकुमारी भगिनी, एकं वाक्यं। वयं अस्माकं मित्राणि सह मित्रैः सह मेलिष्यामः। सुजाता भगिनी, एकं वाक्यम्। अहं सख्या सह मेलिष्यामि। केतकी भगिनी, एकं वाक्यम्। अहं गुरुवासरे वर्गात् सर्वे मेलिष्यामि। आगामिनी गुरुवासरे सर्वे वर्गे मेलिष्यामि। कैः सह मेलिष्यति? स्टुडेण्ट् छात्रा छात्रैः सह छात्रैः सह मेलिष्यामि छात्रैः सह मेलिष्यामि भगिनी सह मेलिष्यामि एकः सन्देहः भगिनी वदतु सखा सखा इति पदम् उपयुज्य सखाय तृतीयाविभक्ति एकवक्षणम् उपयुज्य कथं वक्तव्यम् सखीभिः सह न सखा इति सखा सखायौ सखायः इति पदमस्ति किल सखा इति पुल्लिङ्गपदमस्ति पुल्लिङ्गपदं सखा विशिष्टशब्दम् अस्ति किल सखा इति सखा सखायौ सखायः तस्य तृतीया विभक्तिः किं भवति सखेन इति न सख्या भवति सख्या सह वयं सम्यक् चिन्तनं कृतवन्तः अस्मिन् वर्गे आगामिनि सप्ताहे अन्येषां पदानां प्रसङ्गे चिन्तनं करिष्यामः पुनः सखायं सख्या तृतीया क्षम्यताम् आगामिनि सप्ताहे पुनः मेलिष्यामः धन्यवादाः